नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे लुट् लकारः इति पाठः अनुवर्तते. तत्र गतसप्ताहे वयं भुआदिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां सेटाम् अजन्त हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः इति दृष्टवन्तः. तत्र हलन्तदातवः आधिक्येन सेट् इति वयं तु जानीमः. तत्र केवलं वर्णमेलनमेव अधिकतया आसीत्. यत्र लघु उपददातवः नास्ति तत्र केवलं वर्णमेलनं पट् सेट् इति कारणेन इता पठिता वदिता इति. यदा तत्र ईदुपददातवः अस्ति चेत् तत्र तु पुगन्तलघुपदस्य च इति सामान्यगुणकार्यं लेखिता इति. तत्र कुटादिगणीय सेट् इदुपददातवः इति एकमेव आसीत्. डिप् इति धातुः डिपिता इति. अनन्तरं विज ईट् इति सूत्रं दृष्टवन्तः. यत्र विज् धातुः दुदादिगणीय विज् धातुः तत्र इडादिप्रत्ययः सर्वे विधीयमानः इडादिप्रत्ययः णित्वत् भवन्ति इति. अतः उद्योगः विज्योगः इता तत्र उपधायां लघु इक्वर्णः अस्ति. पुगन्तलघुपदस्य इत्यनेन गुणादेशस्य प्रसक्तिः अस्ति, परन्तु णित्वत् इति कारणेन तत्र गुणनिषेधः भवति. उद्विजिता इत्येव रूपं, न तु उद्वेजिता. अतः तादृशमेव चिन्तनम् आसीत्. एकस्मिन् पक्षे यत्र कुटादिगणीयधातुः अस्ति चेत् तत्र गुणस्य प्रसक्तिः यद्यपि अस्ति तद् बाधते. अनन्तरं तत्र सेट् धातुः अस्ति चेत् इडागमः. सो मुद् धातुः सेट् अतः मोदिता प्लोषिता इति रूपम् आसीत्. तदेव ऋतुपद उदुपद सर्वं कृतवन्तः. अनन्तरं किम् आसीत्, ग्रहोलिटि दीर्घः इति ग्रह धातोः विषये. तत्र दीर्घः भवति न तु लिटि. ग्रह इता ग्रहीता ग्रहीता ग्रहोलिटि दीर्घः इत्यनेन दीर्घः ग्रहीता ग्रहीतुं ग्रहीतव्यम् इति दीर्घः. चक्षिङ्ह्याय इति सूत्रं तत्र एव वयं दृष्टवन्तः खलु. तस्य रूपाणि चक्ष्योः लुट् ख्या इति एकस्मिन् पक्षे ख्याता अपरस्मिन् पक्षे ख्याता इति रूपम्. अनन्तरम् अज् धातुः अजेर्व्या गयपोः इति सूत्रम्. अज् तत्र बेता इति रूपं भवति. अज् धातोः वि इति आदेशः भवति आर्धधातुकविषये. घञ् अप् वर्जयित्वा अन्यत्र इति. इदानीं तत्र अस्माकं तृतीयबिन्दुः आरभ्य चिन्तनीयं. यत्र धातवः वेट् अनिट् अस्ति. महोदय, भवान् एव आरम्भं करोति वा? एकं वेटाम् अनिटां च ततः खलु तत्र तृतीय तृतीय सत्यं. भवादिगणात् आरभ्य क्रियादिगणपर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्लकारस्य रूपसिद्धिः. हलन्तधातु धातुषु द्व्यधिक एकशतधातवः अनिटः इति जानीमः. अपि च हलन्तधातुषु हलन्तधातुषु सप्तत्रिंशत् धातवः वेटः इत्यस्माभिः दृष्टम्. एतेषु पुनः चतुर्विंशति धातवः उदितः, अष्टधातवः रथादयः, अपि च एकः निर् उपसर्गपूर्वक कुश धातुः. सम्प्रति एतेषां सर्वेषां लुप्तकारान्तरूपं साधयिष्यामः. ज्ञेयं यत् तास्प्रत्ययः तकारादि, अतः सर्वत्र तकारे परे हल् सन्धिः यथा भवति तथैव अत्र सर्वत्र चिन्तनीयमस्ति. अस्तु, तत्र कवर्गान्त तत्र अस्तु, तत्र हलन्तधातुषु के अनिटः इति वयं जानीमः. अपि च हलन्तधातुषु केचन वेट् दातवः सन्ति. तत्र आहत्य सप्तत्रिंशत् दातवः, अपि च तत्र ऊदितदातवः अपि सन्ति, चतुर्विंशतिदातवः, सप्तदा अष्टदातवः, रदादयः, तेषु तत्र वेट् भवति इति अस्ति. एकः निर् उपसर्गपूर्वकार्थे कुश् धातुः अपि वेट् भवति. इदानीं कवर्गान्तदातवः धातोः अन्तिमककारः ककारः अथवा गकारः चेत् परिचैत्येन चत्वं कृत्वा रूपसिद्धिः क्रियते. एक एव एकाच् कवर्गान्तदातुः षक् अस्तु, एक एव एकाच् कवर्गान्तदातुः अनिट् अस्ति, षक् इति अस्ति तत्र, शक्ता इति भवति, षक् योगता शक्ता इति इत्येव सूत्रमस्ति. अत्र करिचेति सूत्रं वयं जानीमः, जलां च करि च संहितायाम् इति, जलस्थाने चरादेशः भवति करि परे इति. तत्र एक एव अस्ति शक्ता इति कवर्गान्तदातुः, एक एव अनिट्, अन्ये सर्वे श्वेतः चवर्गान्तदातवः. चवर्गान्तदातवः, चवर्गान्तदातवः वयं जानीमः तत्र षड् दातवः अनिटः, अन्ये सर्वे श्वेतः. तत्र पुगन्तलघुपदसूत्रस्य प्रसक्तिः अस्ति अत्र, यथासन्न लघुपद लघु लघु उपधा धातूनाम् उपधा गुणः भवति. अनन्तरं तत्र अनिट् अस्ति चेत् चोः कुः इत्यस्य प्रसक्तिः भवति. अनन्तरं करि चैति सूत्रस्य प्रसक्तिः, आदौ कुत्वम् अनन्तरं चत्वम्. पच् योगता ता इति अस्ति पच्, एते पच् वच् रिच् विच् सिच् मुच् एते षड् दातवः अनिटः. सर्वत्र चकारान्तदातवः, अतः तत्र कुत्वं भवति उपधायां तत्र इक् प्रत्याहारस्थवर्णः अस्ति चेत् गुणः भवति. पच् पक्ता वक्तार वक्तारः, वच् वक्ता वक्तार वक्तारः, रिच् अत्र गुणः भवति रेच् रेक्ता रेक्तार रेक्तारः, वेक्ता वेक्तार वेक्तारः इति विच् इति, सिच् अत्रापि सेच् सेक्ता सेक्तार सेक्तारः, मुच् तत्रापि मोक्ता मोक्तारो मोक्तारः इति अस्ति. सूत्रं वयं जानीमः, पुगन्तलघुपदस्य सूत्रमस्ति, पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सर्वत् कार्योपकः इति. चोः कुः इति सूत्रमस्ति, चवर्गस्य स्थाने कवर्गादेशः भवति, जलिपरे अपि च पदान्ते अपि, अतः अपदान्ते अपि भवति, जलि जलिपरे पदस्य अन्ते अपि इति अस्ति. सम्यक् समीचीनम् इति, तत्र तु सामान्यकार्यमेव. धन्यवादः महोदय. अरुणा भगिनी पठति वा? भगिनि नमस्कारः. भगिनि नमस्ते. वेच्चकारान्तदातवः तञ्चु व्रश्च, तञ्चु व्रश्च इत्येतौ द्वौ धातुः वेतौ. तञ्चु धातु पिडाधिपक्षे तञ्च् इत तञ्चिता भवति. अनादि अनिटादिपक्षे अस्य साधनार्थं ध्येयं यत् यत्सु तत्सु न उपधादातुना मूले दन्तनकारः एव अस्ति. तञ्च् युवता चुः कुः इति सूत्रेण तङ्क् युवता नश्च पदान्तस्य जलि इति खरिचायत्तेन तङ्क् अनुस्वरसवर्णः इति तङ्क्ता भवति. अत्र वेद सकारान्तदातः वा द्वौ धातु धातु तञ् चकारान्तदातः तञ्चु वश्च प्रथमं तञ्चु धातु प्रक्रिया रूपद्वयम् अस्ति इदाधिपत्ये अनिट् आधिपत्ये. इदाधिपत्ये केवलं तञ्चिता इति रूपं भवति. अनेटाधिपक्षे प्रथमं वयं जानीमः अत्र तञ्च् यत्र अस्ति मूले उपधायां दन्तनकार एव अस्ति. प्रथमं तौ तोः कुः इत्यनेन तङ्क् भवति सकारस्थाने ककार. तङ्क् युहता नस्य पदान्तस्य जले इत्यनेन तङ् तङ्क् भवति. तङ्क् खरिचायेन तङ्का भवति. तङ्क् युवता अनुस्वरसे परिस्पूर्ण तङ्क्ता भवति. समीचीनं. मूले दन्त्य नकारः आसीत् अतः तङ्का. अग्रिमधातुः पठतु भगिनी. व्रश्च. व्रश्च धातुः तदर्थमपि इदाधिपक्षे व्रश्च युवकिता व्रश्चिता भवति. अनिताधिपक्षे व्रश्च युवता कोः संयोगाद्वरन्ते सूत्रेण सकारलोपः भवति. व्रच् युवता व्रच्च सृजुर्बुद्धिजराजब्रजत्सांसांसः इति सूत्रेण समीचीनं. कोः संयोगाद्योरन्ते च इत्यस्य कार्यं प्रथमम्, अनन्तरं रश्च भ्रश्च, अनन्तरं शृणाष्टुः. त्रिपाद्याम् अस्ति अतः क्रमेण. आं भगिनि, प्रश्नः उदेति इति पठतु भगिनि. प्रश्नः उदेति कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः यदा सूत्रेण सकारलोपस्य विधानं सामान्यतया वदामः यत् वस्तुतः अत्र मूले सकारः आसीत् स्थित्वसन्धिना एव सकारः जातः. अस्तु तत्तु सत्यं, किन्तु अधुना सकारः अस्ति किल, न तु सकारः इति चेत् कथं वा कोः संयोगाद्योरन्ते च इति सूत्रेण सकारलोपः स्यात्? अकृत्तव्यूहाः पाणिनीयाः इति परिभाषय नश्चिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् व्रश्च भ्रष्टृजभुजयजराजभ्रजोत्सुसांसः इति जनना सुस्तुसन्देहे निमित्तकारस्य जायमाननाशात् सोः सुनास्तुः इति सूत्रं न प्रवर्तनीयमेव. अतः सकारः तिष्ठति. प्रश्चायवसा कोः संयोगाद्योरन्ते च इति सूत्रेण व्रत्यभता व्रता. अत्र प्रश्नः अस्ति कथं कोः संयोगादि आदि अन्ते च सूत्रे सकारलोपः भवति, परन्तु कथं सकारलोप भवति इति प्रश्ने उदेति. अत्र दत्तं मूल धातुना सकार एव अस्ति, परन्तु तत्त्वसन्धिकारेण सकारः आगतः. अधुना सो अत्र एकः विषयमस्ति, परिभाषा अस्ति कृत्यकृतव्यूहाः पाणिनीयः इति परिभाषया नश्यमाणः निमित्तं नश्यमाणं भवति चेत् किं वदनीयं भगिनि? न स्वीकर्तव्यम् इति. तत्र यदा व्रश्च व्र सकारः चकारः इति प्रथमम् आसीत् अस्तु मूले, इदानीं सकारचकारयोः संहिता अस्ति इति कारणेन स्तोः स्तुनाश्चुः इत्यनेन सकारस्य स्थाने शकारः आदेशः जातः. अतः एव वयं व्रश्च इति पश्यामः खलु. परन्तु अत्र प्रश्नः तु कोः संयोगाद्योरन्ते च किं करोति? आदिमवर्णः यदा सकारः ककारः अस्ति चेदेव तस्य लोपः भवति खलु. अत्र तु षकारः अस्ति, कथं वा लोपः इति प्रश्नः. तत्र एतत् परिभाषा आगता, एषा परिभाषा अकृतव्यूहाः पाणिनीयाः तत्र नशिष्यमानं निमित्तं. तत्र निमित्तं किं? चकारः इति निमित्तं, श्चुत्वस्य निमित्तं. चकारः अस्ति इति कारणेन सकारः शकारः जातः. तद् निमित्तं नशिष्यमाणं. नशिष्यमाणम् इति शाणच् प्रत्ययः, तदपि भविष्यत्कालः. नशिष्यमाणं निमित्तम् एतद् निमित्तं तु अग्रे नशिष्यमाणं भवति. केन सूत्रेण? व्रश्च भ्रश्च इति सूत्रेण तत्र चकारस्य स्थाने शकारः भवति स्म अग्रे. भविष्यति इति कारणेन तद् नशिष्यमाणं निमित्तम् अस्ति, अतः तद् निमित्तरूपेण न स्वीकर्तव्यम्, अतः सकारः एव भवतु इति. यदा तत्र निमित्तमेव नशिष्यमाणं चेत् तत्र सकारः एव भवति खलु, तद् शकारः इति परिवर्तनं न भवति खलु, अतः तद् न स्वीकर्तव्यं. कोः संयोगाद्योरन्ते च इत्यनेन सकारः इति मत्वा तस्य लोपं कर्तुं शक्नुमः इति. अवगतं वा? अवगतं भगिनि. पूर्वमपि वयं कृतवन्तः एतत्, परन्तु व्रश्च विषये वा किमपि ब्रश्च इति धातु विषये वा किमपि तत्र वयं पूर्वमपि एतत् कृतवन्तः. तदेव अतः अग्रे अन्तिमरूपं किं भगिनि? भ्रष्टा, व्रच्छिता, भ्रष्टा इति रूपद्वयं सृजन्ति. शुकोः संयोगाद्योरन्ते च तु वयं जानीमः व्रश्च भ्रश्च शृणाष्टुः मूर्धन्यशकारादेश. समीचीनं भगिनि, धन्यवादः. आं महोदय, एते वृश्च वृश्च अपि च पूर्वं पञ्च इति ऊदित् धातुः द्वौ अपि सत्यं ऊदितो वा ऊदितो वा सत्यम्. विजया भगिनि, व्यच् धातुः ऊदितो वा? श्रूयते खलु? आं श्रूयते. व्यच् धातुः सेट् अत्र विशेषवार्ता एवं यत् व्यचेः कुटादित्वम् अनसीति वक्तव्यम् अनसि कुटादित्व अनसीति वक्तव्यम् कुटादित्वम् अनसि अनसि इति समीचीनमेव इति वाटिकेन व्यच् धातोः परे व्यच् धातोः परं यावन्तः अस् भिन्नकृत् प्रत्ययाः सन्ति ते सर्वे नित्वत् भवन्ति, परन्तु तिङ् प्रत्ययाः तदा न भवन्ति. प्रत्ययः नित्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति. तिङ्प्रत्ययः वार्तिकस्य अन्तर्गते न सन्ति, अतः नित्वद् न सन्ति, तदर्थं सम्प्रसारणं न भवति. व्यच् योगः हिता अत्र वर्णमेलनमेव व्यचिता इति भवति. अत्र व्यचित् धातुः तु सेट् अस्ति, इता मेलनेन व्यचिता इति भवति, परन्तु अत्र व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् इति वार्तिकेन व्यच् धातुः परम् अस् भिन्नकृत् प्रत्ययाः सन्ति चेत् सर्वे नित्वत् भवन्ति, अत्र गुणनिषेधकः भवति. अनन्तरम् अत्र परन्तु अत्र तिङ् प्रत्ययाः सन्ति चेत् तिङ् प्रत्ययाः तथा न भवन्ति. प्रत्ययः निद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति. निद्वत् अस्ति चेत् प्रकृतौ किं भवति चेत् अत्र व्यच् इति सम्प्रसारणं भवति. वकारस्य स्थाने ईग्यनः सम्प्रसारणम् इत्यपि अत्र कार्यं कर्तुं शक्यते, परन्तु तिङ्कृतयः वार्तिकस्य अन्तर्गते न सन्ति, अतः नित्वत् न सन्ति, तदर्थं सम्प्रसारणमपि न भवति. अतः व्यच्योगः हिता अत्र साधारणतया कार्यं करोति, वर्णमेलनमेव व्यच्छिता इति. समीचीनम्. अतः तत्र वार्तिकमस्ति, परन्तु अस्मिन् सन्दर्भे अस्य कार्यं नास्ति, तावदेव. अग्रे पति चकारान्तधातुः एका चकारान्तधातुः एक एव चकारान्तधातुः अनीट् अस्ति, चकारान्तधातुः एकमेव अस्ति अनिट् इति अस्ति. स्वोः सूडननासिके च इत्यनेन षत्वं तदा च व्रच्छ व्रच्छ मृज मृज यद् राजराजसशंसः इत्यनेन षत्वं भवति. प्रच् इति भवति प्रच्योः त. इदानीं चोः सूडनं सूडनक सूडननासिके च इत्यनेन अत्र मूर्धने शकारस्य स्थाने तालवे शकारः भूत्वा प्रश् इति भवति. प्रश्योः ता भवति. इदानीमत्र व्रश्च व्रश्च सृज मृज यजराजराजप्रशंसः इत्यनेन तालवे शकारस्य स्थाने मूर्धने शकारः भूत्वा प्रश् इति भवति. इदानीं ता भवति प्रश्योः ता. सुनाश्चुः इत्यनेन प्रथमवर्णस्य स्थाने प्रथमवर्णः टकारः भवति. अतः अत्र प्रष्ट इति भवति. तावदेव महोदय. अत्र चकारान्तदातुः एतद् बहुवारं पूर्वं दृष्टवन्तः खलु. सहितचकारस्य स्थाने शकारादेशः इति, अनन्तरं रम्य भ्रष्ट इति सूत्रम्, अनन्तरं सुनाष्टुः प्रष्टा इति रूपम्. समीचीनम्. धन्यवादः भगिनि. महोदय जकारान्तः महोदय अस्ति वा? क्षम्यताम्, एकनिमिष. जकारान्तदातवः ततः जकारान्तदातवः केकाच जकारान्तदातवः पञ्चदशदातवः अनिटः. तत्र त्यज भज निज विज भुज रुजु युजु भञ्ज रञ्ज स्वञ्ज सञ्ज इति उच्यते. येषु केचन सामान्याः केचन च विशेषाः. ये सामान्याः सन्ति ते लघुपदाः चेत् उगन्तलघुबन्धस्य च इत्यनेन गुणकार्यं भवति. सामान्यानां सर्वेषां हलसन्धि भवति चोः कुः खरि च इति सूत्राभ्यां. तेज्योग आ इति अस्ति, तत्र केवलं सन्धिकार्यमस्ति. त्यक्ता इति भवति चोः कुः अनन्तरं खरि च इत्यनेन तत्र जकारस्य स्थाने गकारः, अनन्तरं गकारस्य स्थाने पुनः ककारः करिचेति सूत्रेण. भजियोगता तथैव अस्ति, भक्ता इति भवति. निजियोगता इति अस्ति, तत्र उपादायम् इकारः अस्ति अतः गुणः भवति उगन्तलघुपदस्य चेति सूत्रेण. नेज् योगता नेक्ता इति चोः कुः अपि च करिचेति सूत्रद्वयेन. विजियोगता तत्रापि गुणः अनन्तरं सन्धिकार्यं वेक्ता भोक्ता रोक्ता योक्ता. तत्र भञ्जयोगताः इति अस्ति, अत्र तत्र भञ्जयोगता तत्र तत्र चोः कुः अनन्तरं तत्र अनुस्वारस्य परस्वर्णं भङ्क्ता इति भवति. भङ्क्ता रङ्क्ता सङ्क्ता च सङ्क्ता इति अत्र सर्वत्र. फिज् इति धातु भिन्नधातुः अपि अस्ति इति मन्ये. तत्र विजयीट वयं गतपाठे दृष्टवन्तः खलु. अत्रापि एकः विज् इति अस्ति, कस्मिन् गणे इति पश्यामि एकवारं. तत्र सेट् तस्य एव वयं निषेधं कृतवन्तः खलु. कृतपान् ओ विज् इति धातुत्रयम् अस्ति. एकं तु जुहोत्यादिगणे अनिट्, तद् ओ विजि इत्येव वयं गतपाठे दृष्टवन्तः खलु. तद् सेट् तुदादिगणीय सेट्. अनन्तरं रुदादि अपि ओ विजि एव, परन्तु तदपि सेट्. धातुद्वयं सेट् तुदादिरुदादौ, जुहोत्यादिगणीयः एव अनिट्, तदेव अत्र अस्ति. विज् विजिर् पृथक् भावे अतः अन्ये दातवः ओ विजि भयचलनयोः, ते तत्तु तुदादि रुदादौ अस्ति. एकम् आत्मनेपदि, द्वितीयं परस्मैपदि. सम्यक् आम् आम् महोदय. अग्रे अग्रे विशिष्ट अनिट् अनिट् जकारान्तदातः मर्च् इति दातु अस्ति अत्र मर्च् नशोः जलि तत्र तत्र नुमागमः भवति इति वयं जानीमः तत्र सकारस्य स्तो स्कोः संयोगान्ते लोपः भवति मज् योगात् अनन्तरं नकारः भवति नश्च पदान्तस्य जलि अनुस्वारसैः परसवर्णः मङ्क्ता इति भवति इति अस्ति अग्रे सृज् सृज् धातोः तत्र सृज् दृशोः जलि अम् अकिति इत्यनेन तत्र सृज् इत्यस्य तत्र तत्र आमादेशः भवति अनन्तरं आमादेशः भवति चेत् तत्र यणादेशः भवति तत्र र इति भवति सृज् इति भवति सृज् योगतः तत्र तत्र सृज् सृज् रजि राज भज चषांशः इति तत्र षत्वं स्रष्टा इति भवति स्रष्टा इति भवति सत्यं षकारः तत्र पुत्रं नास्ति पुत्रप्रबाद्य तत्र तत्र षत्वं षकारः ष्टुत्वं तर्हि स्रष्टा इति भवति सृज् सृ रे ऋकार अकार यणसन्धिः इको क्षम्यता यणसन्धिः खलु नाम स्र स्रज् सत्यं स्रष्टा अस्ति तत्र मर्चि इत्यस्य मङ्क्ता इति दत्तमस्ति खलु मर्चिनशे पद्यनशोः झलि इति मर्च् धातोः च नश् धातोः च नुमागम भवति जलादिप्रत्यये परे सूत्रमस्ति मर्चिनशोः अङ्गस्य नुम् झलि प्रत्यये परे इति अस्ति अग्रे मर्चेः अन्त्यात् पूर्वः नुम् वक्तमिति वार्तिकेन मर्च् धातोः नुमागमः भवति अन्त्यात् वर्णात् पूर्वम् अन्त्यात् वर्णात् पूर्वम् अस्तु मर्च् इति अस्ति खलु तत्र एकनिमिषं मर्च् योगता इति अस्ति तत्र चोः कुः कोः संयोगादन्त्ये च अस्तु तत्र पूर्वं न भवति वा तत्र सामान्यतया नुम् आगमः इत्युक्ते मिदचोन्त्यात् परः खलु मस्जिन्नशोर्जलि इत्यनेन तत्र मकारात् अनन्तरमेव भवति खलु तद् तस्य निवारणार्थम् एतद् वार्ति तदा तादृशं कुर्मः चेत् इदानीं सकारः आदौ न भवति नकारः आदौ भवति मनस्ज् इति भवति मन्स्ज् मनस्ज् न मन्स्ज् इति भवति तदा स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः न भवति स्म अतः तस्य निवारणार्थं मस्जेर् अन्त्या पूर्वनुं वक्तव्यः इत्यनेन नुम् आगमः अन्त्यात् वर्णात् पूर्वं सो अन्तिमवर्णः जकारः तस्मात् पूर्वम् इति दत्तम् तत्र न तत्र मर्चि इति अस्ति खलु मर्चि इति संयोगः अस्ति खलु सत्यम् आम् मर्चि इति संयोगः अस्ति तत्र इदानीं मन्स्कि इति भवति चेत् तत्र सकारस्य लोपः भवितुमर्हति खलु सामान्यतया तादृशमेव स्वीकुर्मः खलु स्वीकुर्मः वयं प्रथमं वर्णद्वयवर्णद्वयस्य एव संयोगः इति स्वीकुर्मः यदा नकारसकारजकारः अस्ति चेत् नकारसकारयोः संयोगः इत्येव स्वीकुर्मः तादृशेषु स्थलेषु स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः न भवति खलु संयोगः अस्ति नकारसकारजकार द्वयोः सकारजकारसंयोगः अस्ति न भवति प्रथमं नकारः एव आसीत् खलु नकारसकारयोः संयोगः अनन्तरं सकारजकारयोः संयोगः तादृशं वयं क्रमेण स्वीकर्तव्यम् इति किमपि तद् वयम् अस्माकं वर्गे एव तत् पठितवन्तः यदा वयं संयोगान्तस्य लोपः वा किमपि तादृशे आदौ वयं दृष्टवन्तः तत्र संयोगः इत्युक्ते वर्गद्वयं तदस्ति, तत् वर्णद्वयं द्वयं स्वीकरणीयम् इति. परन्तु अन्ते संयोगः अस्ति, अन्तिमसंयोगः अस्ति खलु, जकार सकार अस्ति खलु, अतः तत्र तस्मिन् नकार सकार जकार इदानीं तोः सकार ककारयोः संयोग संयोगः अस्ति. संयोगः आम् वयं पठितवन्तः तत्र भाष्ये आसीत् इति पूर्वं बहु पूर्वं कस्मिन् करपत्रे इति न स्मरामि. संयोगान्तस्य लोपः इत्युक्ते धातुपाठे हल्सन्धिः इति पाठः प्रायः स्यात्. तत्र अस्ति संयोगः किम् इति, अत्र द्वयोः द्वयोः इति स्वीकरणीयम् इति वयम् अधीतवन्तः. अस्तु, तादृश एतादृशस्थितौ सकारस्य लोपः न भवति यदि यदि त्रयः वर्णाः संयोगः अस्ति चेत् तत्र स्कोः संयोगादेः कार्यं न भवति इति. हस्ताध्यायी डाट् काम् मध्ये तत्र इत्थप्रत्ययस्यापि एकम् उदाहरणं दत्तमस्ति. तत्र मस्जि योगः इत्थप्रत्ययः, तत्रापि एतद् मस्जि नझोर् जलि इत्यनेन सकारे परे नुम् आगमः भवति. यद्यपि एतद् मित्रागमः अस्ति तदापि इष्टरूपसिद्ध्यर्थम् अयम् अन्त्यात् पूर्वः इत्युक्ते जकारात् पूर्वः विधीयते. तद् प्राप्तं वा सूत्रं 7160 इति? एकनिमिषम्, अष्टाध्यायी डाट् काम् अस्ति. विशेषविधानं पठति वा महोदय, भवानेव तत् स्पष्टं भवति. पठामि, तत्र सम्पूर्णं पठनीयं वा तत्र? अस्तु, न केवलं तद् उदाहरणमेव, तद् इक्तप्रत्ययः मध्यातो प्रत्ययान्तरूपं तुमस्यो शुद्धौ सुधादि ओदित अस्ति, मत्स्योग इति अस्ति तत्र मस् तत्र मज्नशोः जलि इति तकारे परे नुमागमः. यद्यपि अयं मित् आगमिष्यति तथापि इष्टरूपसिद्ध्यर्थम् अयम् अन्त्यात् पूर्व इत्युक्ते जकारात् पूर्वमिधीयते. यदि अत्र मिदुचदन्त्यात् परः इत्यनेन मकारोत्तर अकारात् अनन्तरं नुमाग भवति चेत् तर्हि अनिजिताम् अन उपादायः निति इत्यनेन तत्र लोपः नैव सम्भवति, येन इष्टरूपसिद्धिः अपि न भवति. अत एव अत्र जकारान् जकारात् पूर्वं नुं विधीयते. अनिजिताम् हलः उपादायः निति इत्यनेन तस्य लोपः नैव सम्भवति इति अस्ति. तर्हि मस्योगत इति अस्ति, अनिजिताम् हल उपादाय किति इति कित् प्रत्यये परञ्जित् धातोः नकारलोपः मिदचोन्त्यात् परः इति अभवत् चेत् तत्र मन्स् इति भवति, तदा उपादायं सकारः एव भवति स्म खलु. अनिदिताम् इत्यनेन नकारलोपः कदापि न भवति, अग्रे अपि न भवति. अनन्तरं महोदय सकास्कोः तत्र अनन्तरं तत्र स्कोः इदानीं नकारलोपः भवति अनिदित् इति अस्ति. यद्यपि नकारः इदानीं अभवत् नकार नुमागमः अभवत् परन्तु एतत् अनिदित् नास्ति, अतः तत्र नकारस्य लोपः भवति उपादायाः इति सूत्रेण तत्र. तर्हि मज् योगत मज् योगत इति अस्ति, तत्र स्कोः संयोगन्ते इति सूत्रेण सकारलोपः. अनन्तरं मग्योता इति अस्ति तत्र, एतत् तुमश्चो इति उदितस्य उदितश्च इति सूत्रेण निष्ठातकारस्य नकारः भवति, मग्न इति भवति, मग्न इति भवति, मग्न इति भवति. सम्यक्. तृच् प्रत्ययः एव दत्तः, न तु तत्रापि किं जातं, तत्रापि अस्ति अत्र महोदय. तत्र पश्यतु, तत्र तुमश्चो इति इदानीं तत्र तृच् प्रत्ययस्य वयं पश्यामः चेत् मत्स्योग तृच् अस्ति, मत्स्य नशो जलि इत्यनेन तत्र नकारः मन्श्च योग तृ इति अस्ति. अनन्तरं स्कोधयोगादि भवति खलु, सकार भवति खलु, अतः सकारस्य लोपः भवति खलु. तथैव अत्र किमर्थं तत् तस्य आवश्यकता अस्ति इति अहं वदन् खलु. तत्र नकार मिदजन्त्य पर इति कुर्मः चेदपि सकारस्य लोपः भवितुमर्हति किल. अत्र मग्न इत्यस्मिन् नकारस्य लोप आवश्यकता आसीत् तत्र कृतम्, अत्र आवश्यकता नास्ति खलु. यदि मत्स्ययोग ता इति भवति चेत् तत्र आवश्यकता नास्ति, मत्स्ययोग ता इत्यस्ति सकारस्य लोपः भवितुमर्हति खलु. कोशयोग एतादृशमपि एषा प्रक्रिया अपि सम्यक् एव खलु, मन् इस् ज सकारलोपः स्कोः संयोगाद्योरन्त्रे च मञ्ज, तदपि समीचीनमेव. प्रायः तत्र एतत् पूर्वस्मिन् उदाहरणं सम्यक् आसीत् खलु, इक्तप्रत्ययस्य कृते तत्र अस्य आवश्यकता अत्र प्रायः अत्र तु न आवश्यकम्. एतदपि सम्यक् एव चलति, यत् सकारजकारयोः सकारलोपः कृत्वा तदपि सम्यक् आसीत् खलु. तत्र सकारजकारस्य लोपः तत्र अत्र अग्रे किमपि दत्तं वा, तत्रापि नन्शि इत्यस्मिन् नशि इत्यस्मिन् अपि किमपि नास्ति. अग्रे दशं मत्स्यातोः नुमागमस्य विषये विशेषविधानं. नुम् अयम् आगमः मित्तागमः अस्ति, अतः मिदचोन्त्यात्परः इत्यनेन अयम् अन्त्यात् अचः परः भवेत्. नष्दातोः विषये एतादृश आगमः क्रियते चेत् न कोऽपि दोषः, परन्तु मत्स्यातोः विषये कित् प्रत्यये परे एतादृश नुमागमः विधीयते चेत् इष्टरूपं नैव साधयितुं शक्यते. सो कित् प्रत्यये परे अस्तु, अतः मत्स्यातोः विषये आवश्यकं चेत्, यदि आवश्यकम् अयं नुमागमः अन्तिमवर्णात् पूर्वम् इत्युक्ते जकारात् पूर्वं विधीयते, हलोनन्तरासंयोगः इत्यत्र भाष्ये विद्यमानात् मत्स्येर् अन्त्यात् पूर्वः मितः आनुषङ्गसंयोगादिलोपार्थम् इति वचनात् अस्य प्रामाण्यं स्पष्टीभवति. इदमेव भाष्यवाक्यं वर्तमानसूत्रस्य काशिकाव्याख्याने अपि निर्दिष्टम् अस्ति. अतः यदि आवश्यकं वयं तादृशं कर्तुं शक्नुमः, अथवा सामान्यतया यदा वयं पूर्वं कृतवन्तः खलु तादृशमपि कर्तुं शक्यते. अत्र आवश्यकं तर्हि तत्र लुट् प्रत्यये परे आवश्यकता नास्ति खलु, यद्य समानरूपमेव आगच्छति एतादृशं कुर्मः चेदपि, परन्तु इक्सप्रत्यय अन्यत् किमपि कित् प्रत्ययः अस्ति चेत् तत्र अवधानं दातव्यं. नकारस्य लोपः करणीयम् इति तत्र भवति तदा एव मत्स्येरन्त्यात् पूर्वः मितः आनुषङ्गसंयोगादिलोपार्थम् आनुषङ्गसंयोगलोपार्थम् एतादृशं कर्तव्यं. समीचीनं, सम्यक् अस्तु. किम् अस्ति अतः रूपं महोदय मङ्का इति खलु, मङ्का इति भवति. अनन्तरं तत्र जानीमः नष्टादिपदं चलि जानीमः अनुस्वरसि परस्वर्णः सृजिदातोः प्रायः अरुणा भगिनी पाठयत् सृजिदातुः सृजिदृशो जल्यामकिति इत्यनेन श्रुतधातोः आम् आगमो भवति चित् भिन्न जलादिप्रत्यये परे ृज् युगः अं युगत सृज् युग युगस्य युगता त्रिकोयनति सृज् युगत वस्त्र वस्त्रसृज भुज यज राजा ब्रातुसां सहजनेन सहजनेन सकारादयतः स्वस्युवता कृणास्तु स्वस्था इति रूपम् अत्र शुद्ध धातु विशेषसूत्रमस्ति सृज्जि दृष्टोर्जल्यमचति सृज् धातु दृष्टातुविषये आमागमः भवति निमित्तमस्ति चित् भिन्न जलादिप्रत्ययपरे अतः साधनप्रक्रियायां प्रथमम् अम् इति विदितवन्तः न अम् अन्त अचुवर्णात् अस्ति अतः सृ युगः अं मकारलोपः भवति ज तत्पदन्तं स इको एनर्जि इति सूत्रेण गुण यन् भवति सज् युगतवन्तं वृष्टभृज यज राजभृष्टसुहांशः इत्यनेन शकार पश्यन्त तृणात्वेन षष्ठ इति रूपं भवति. अत्र तु सामान्य यदा विदचोन्ति अत्वरः इत्यनेन समीचीनं धात्वादेशः भगिनि धात्वादेशः भ्रश्च धातु भ्रश्चोरोपदयोः रम्यन्यतरस्याम् अज् धातु अजेर्गैयपोः विज् धातुः विज अत्र दाताद्वेषः अन्य पञ्च कार्य अङ्गकार्यायस्तत्र भ्रष्टदातो प्रथमं विशेषसूत्रमस्ति भ्रष्टौ रोपधयोः रम्यन्तरस्याम् इत्यनेन भ्रष्टदातोः भ्रष्ट भ्रष्ट इति रूपद्वयं सूत्रं पठित्वा प्रसादति भ्रष्टौ रोपधयोः रम्यतरस्यां भ्रष्टधातोः रेफस्य उपधावर्णस्य स्थाने विकल्पेन फ्रम् आगमो भवति आर्धधातुकप्रत्यये परे रम् इति आगमे अकारः उच्चारणार्थं मकारः सन्नकारः कौमुद्गारः प्रतिपादयति यत् तत्र स्थाने इत्यपि अस्ति आगमाः इत्यपि अस्ति एकस्मिन्नेव सूत्रे उभे कार्ये नाम रेफस्य उपधावर्णस्य स्थाने भवति स्थानषष्टिनिर्देशात् निर्देशात् उपधायोर्निर्वृत्तिः अपि च रम् इति आगमः अस्ति मित्वात् अन्यत्वात् ततः परः रम् इत्यस्मिन् अकारः उच्चारणार्थं रश्च उपधाच तयोः विक्रेतृद्वन्द्वो रोपदये रोपदे तयोः रोपदयोः भ्रश्च षष्ट्यन्तं रोपदयोः षष्ट्यन्तं ब्रह्मश्च प्रथमान्तम् अन्यतरस्यां सत्यन्तम् अनेकपदमिदं सूत्रम् अर्धधातुके इत्यस्य अधिकारे अनुवर्तिष्य सहितं भ्रश्चो रोपदयोः सम् अन्यतरस्याम् आर्धधातुके अत्र सूत्रं वदति रूप धातुद्वयम् अस्ति भगिनि भ्रष्टधातु एव भ्रष्टधातुविषये रेफस्य उपधायावर्णस्थाने आर्धधातुक रम् आगमः भवति निमित्तमस्ति आर्धधातुकप्रत्यये विकल्पेन अत्र रूपद्वयमस्ति प्रथमं रम् इति आगमः सूत्रे कबलिकार वदति आगमः अस्ति स्थाने अपि अस्ति प्रथमं रेफ अस्य उपधावर्णस्य च स्थाने द्वयवर्णयोः स्थाने विकल्पेन समागमः भवति. तदेव अत्र अनुवर्तसहितसूत्रमस्ति भ्रस्यो रोपदयोः रेफ उपधावर्णयोः रम् आगमः अन्यतरस्य विकल्पेन निमित्तमस्ति आदिदातुके परे. प्रक्रियास्त ब्रश्चयोः ब्रश्चौ रोपदयोः रम् अन्यतरस्यामि इति सूत्रेण ब्रश् धातो रेफस्य उपधावर्ण्यस्थाने रम् आगमः स रेफसकारयोः निवृत्तिः ब्रज् युग रेफः इति आगमः ब्रज् ब्रज् युगः ब्रज् युगः ब्रश्च ब्रश्च ब्रश्च सूर्यं वृत्त यज्ञराज ब्रश्चाः इति सूत्रेण सकार आगच्छति तदेव तत्तरम् अभावे आगमाभावे अस्ति चेत् भ्रस्युवता कोः संयोगाद्योरन्ते जनेन सकारलोपः भवति ब्रज्युवता व्रस्य व्रज सूर्यसूत्रेण सकार आदेशः भवति भ्रष्टनास्तु कृतेन भ्रष्टा भवति. स्वरूपद्वयमस्ति भ्रष्टा भ्रष्टा अज्धातु अपि तदेव अत्र अज्योगलो लुक् वेदा अत्र सूत्रमस्ति अजेर्यज्ञापोः अजेर्धातोः वि इत्यस्मात् आदेशः स्यात् आद्धातुकविषये गञ् च अप्य वजनेयत्व अजेः षष्ट्यन्तं वि प्रथमान्तम् अघयापोः सप्तम्यन्तं त्रिपदम् सूत्रम् आद्धातुके इत्यस्य अधिकारः अनुवोच्यसहितसूत्रमस्ति अजेः वि आद्धातुके अघयापोः अत्र अद्धदातुविषये लट्लकारे वि आदेशः भवति निमित्तमस्ति आद्धदातुकविषये समितम् अद्धातुकप्रत्यये परे परन्तु गाय प्रत्यय अप्रत्यय विहित्य वर्जित्य वा एव अद्धदातुतः द्वि इति आदेशः भवति. अज् योगः लुट् वि योगः लुट् वेता इति रूपं सम्यक् समीचीनं भगिनी धन्यवादः. विजया भगिनी विज् धातुः एतत्तु भिन्नविज् सुधादिगणीय विज् आम् महोदय. सुधादिगणीय विज् धातुः विज इट् सुधादिगणीय विज् धातुतः ओ विजि वयसञ्चलनयोः इत्यस्मात् सर्वे विधीयमानाः इडादिप्रत्ययाः नित्वत् भवति. उज् विजिता उद् विजितुम् उद् विजितव्यम् इति किम् उद् वेजनम् उद् वेजनीयं विजः पञ्चम्यन्तम् ईट् प्रथमान्तं द्विप्रथमिदं सूत्रं गाङ्कुटादिभ्यो निञ्यत् इत्यस्मात् नित् इत्यस्य अनुवर्तिः अनुवर्तिसहितसूत्रं विजः यित् ञित् अत्र विजय इति सूत्रं किं वदति चेत् एतत्तु त्रिधादिगणीयधातुः अनन्तरं विज् धातुतः अत्र विधीयमाणः इडादिप्रत्ययः तत्र नित्वत् भवति, अतः तत्र गुणनिषेधः भवति. उद्विजित उद्विजितुम् उद् विजितव्यम् इति अत्र तृच् तुमून् अनन्तरं तव्यत् प्रत्ययं योजनेन भवति. इदानीमत्र इतिति किम्, इत् इति किम्, उद् वेजनम् उद् वेजनीयम्. अत्र इडागमस्य चिन्तनं नास्ति इति. इदानीमत्र गाङ्कुटादिभ्यो निन्यत् गाङ्कुटादिभ्यो निन् नित् इत्यस्य अनुवृत्तिः भवति. अनन्तरम् अनुवृत्तिसहितसूत्रं द्विजः यित् नित् भवति. उदाहरणरूपेण यथा उद्योगः विज्योगः इता इति भवति. अत्र पुगन्तलघुपदस्य च इत्यनेन गुण आदेशः प्रसक्तः प्रत्ययपरे प्रत्ययः सेट् अतः नित्वत् भवति. इता इति अत्र सेट् अस्ति. एतत्तु प्रत्ययः सेट् अतः नित्वत् भवति. तस्मात् निति च इति सूत्रेण गुणनिषेधः भवति. अतः तत्र उद् विजिता इति भवति. अत्र गुणनिषेधः भवति एव, अतः तत्र वर्णमेलनमेव. उद् विजिता इति अनेन सूत्रेण तत्र गुणस्य बाधा विजय इति इत्यनेन नित्वत् भवति, अतः गुणनिषेधः. अग्रे भगिनि, यज् धातुः. यज् धातुः सन्धिविशेषः अत्र. यज् प्रश्च ब्रश्च सृज मृज यजराज ब्राज च शंसः इत्यनेन जलि परे शतुं भवति. वयं दृष्टवन्तः, एतत् वयं जानीमः एव. यज् इति अस्ति, यज् योगः ता प्रश्च ब्रश्च सृज मृज यजराज ब्राज च शंसः इत्यनेन यस् इति जकारस्य स्थाने चकारः मूर्धन्यचकारः आगच्छति व्रच्छ व्रच्छ इति सूत्रेण. इदानीं ता इति अस्ति. एतत्तु स्थुणास्थुः प्रथमतकारस्य स्थाने प्रथमतकारः भवति, अतः तत्र यः ता इति भवति. अञ्जु मृज् मृजु इति भवति. वेट् इत्युक्ते किं भवति, एकस्मिन् पक्षे अनीटकः भवति, अन्यस्मिन् पक्षे स्टेटकः भवति, अधिक रूपं द्वयं भवति. अञ्ज् धातुः अत्र इडादिपक्षे अञ्ज् योग इता अञ्जिता इति वर्णमेलनेन अञ्जिता इति भवति. इदानीम् अनीट् अहमग अनीट् आदिपक्षे किं भवति चेत् अत्र अञ्ज् योगः ता भवति. इदानीं जकारः अस्ति चोहुकुः इत्यनेन तृतीयवर्णस्य स्थाने तृतीयवर्णः भवति अङ्ग् योगः ता. लक्ष्यपदान्तस्य जलि इत्यनेन अनन्तरं करिच अनुस्वारस्य ये प्रसवणः वा एतत् सर्वाणि कार्याणि सूत्राणि भूत्वा अत्र अङ्क्ता भवति. अत्र ता इति अस्ति, नच्छपदान्तस्य जलि इत्यस्य अन्तिमवर्णः नकारः भवति. अनन्तरम् अत्र करिच अनुस्वारस्य ये परसवर्णः भवति, परसवर्णः भूत्वा अत्र खखरस्य स्थाने पञ्चमवर्णः अङ्क्ता इति भवति. समीचीनं. चोहोकुः निश्चापदान्तस्य जलि करीच अनुस्वारस्य क्रमेण सम्यक्. धन्यवादः भगिनि. धन्यवादः महोदय. भवान् एव मृज् धातुः. मृज् धातुः मृजेर्वृद्धिः इत्यनेन मृज् धातुः इकः वृद्धिः भवति. सारदातिके च अर्धातिके च प्रत्यये परे इडादिपक्षे मृज् योग इता मृजेर्विद्धि इत्यनेन मार्ज् योगयिता मार्जिता भवति. अनिट् पक्षे मृद्योगता मृजेर्विद्धि मार्ज् योगता. अनन्तरं षत्वं प्रश्च भ्रश्च इत्यनेन षत्वं मार्ष् योगता. अनन्तरं श्रुत्वं मार्ष्ठा इति मृजेर्विद्धि इति सूत्रस्य वयं जानीमः. मृजेः अङ्गस्य इकः वृद्धिः इति अस्ति. तत्र सार्धकप्रत्ययः अपि भवति. तदर्गान्तदातवः तत्र थकारान्तः सर्वे सेतः, थकारान्ताः अपि सेतः सन्ति. इदानीं दकारान्तदातवः पञ्चदशधातवः सन्ति अनिटः, तत्र अद् पद् सद् षद् हद् खिद् चिद् भिद् विद् सिद् सुद् सुद् नुद् स्कन्द् इति एते पञ्चदश अनिटः. तत्र उपादायम् इक्व इक् प्रत्ययस्वर्णस्य गुणः भवति. अनन्तरं सर्वत्र दकारान्त इति कृत्वा तत्र ता इति तत्र सर्ववर्णमस्ति, अतः करिचैतन्येन तत्र छत्वं भवति. तर्हि सर्वत्र अद्योगता अत्त पद् पत्ता सद् सत्ता षद् षत्त हद् हत्ता खिद् इति अस्ति, तत्र खेत्था इति भवति पुगन्तलघुबुद्धस्य सूत्रेण. अनन्तरं करिचित् सूत्रेण खेत्ता क्षेत्ता भेत्ता वेत्ता श्वेत्ता क्षोत्ता तोत्ता नोत्ता स्कन्दयोगता इति अस्ति. अत्र स्कन्दयोगता अत्र स्कन्ता स्कन्द् एकांश स्कन्दयोगता अस्ति खलु, तत्र स्कन्दयोगता ता इति अस्ति स्कन्द् स्कन्त सकार सकार अस्ति तत्र तत्र लोपः एकस्य लोपः भवितुमर्हति वा जरः जरि सवर्णे अलोत्तरस्य खलु तत्र स्क एकनिमिष अनुस्वार जरोजरि आं सत् भवति खलु तत्र जरोजरि सवर्णे भवति जरोजरि सवर्णे इत्यस्य हल् उत्तरस्य जरः खलु आम् अत्र हल् उत्तरस्य अनुस्वारः अनन्तरं नकारः अनुस्वरति परस्वर्ण अनन्तरमेव जरोजरि खलु अतः तत्र 8465 जरोजरि हल् हलः परस्य जर् वर्णस्य जर् वर्णे परे विकल्पेन लोपः भवितुमर्हति तत्र अनुस्वारः अनुस्वारस्य भवति चेत् न भवति, पर अनुस्वारः नास्ति नकारः भवति, अतः तत्र स्कन्ता इति रूपद्वयं भवति स्कन्ता स्कन् स्कन्ता भवितुमर्हति. तद् अनन्तरमेव पूर्वमेव अनुस्वारस्य ययि परसवर्णः आगच्छति खलु आमाम् अतः एव तत्र भवति एव स्कन्ता स्कन्ता इति रूपद्वयम् आं महोदय. अग्रे किम् अस्ति अग्रे दकारान्तधातुषु द्वौ धातु वेटौ क्लिदु क्लिद् अपि स्यन्द् इति एतौ द्वौ उदित् क्लिन्दु स्यन्दु इति चिन्तयामि. क्लिन्द् धातुः इडादिपक्षे तत्र क्लिद् क्लिद् धातुः क्लिद्योगयिता तत्र क्लेदि क्लेदिता इति भवति उगन्तलघुबुद्धसूत्रेण क्लेदिता. अनिट् पक्षे क्लिद्योगता इति अस्ति, तत्र गुणः अनन्तरं करिचैतन्येन क्लेत्ता इति तत्र न भवति, अत्र जरजरि न भवति क्लेत्ता इत्येव षन्दित्यस्मिन् भवितुमर्हति, तत्र स्यन्दिता इति अस्ति. अनन्तरम् अनिजादिपक्षे स्यन्दियोगता स्यन्ता अथवा स्यन्ता इति रूपद्वयं भवति. एका च पठनीया अग्रे प्रायः अरुणा भगिनी पठति. धन्यवादः मम अरुणा भगिनी पठति वा एकाच् दकारान्तदातु. आं भगिनि एकाच् दकारान्तदातवः दशधातवः सन्ति. एकाच् दकारान्तदातवात् दशधातवः अनिटः. एते सर्वे सामान्याः लघुपदाः चेत् सुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. सर्वेषां जलसन्धिः भवति जश् तथोर्धोर्धः जलां जश् जशि इति सूत्राभ्याम् अत्र दकारान्तदातवः एकार्थकारदातवः दशधातवः सन्ति सर्वे अमितः अतः निरागमः न भवति. प्रथमं लघुपदः अस्ति चेत् गुणः भवति, तदनन्तरं धातुयोगः सः अत्र जष्टतोर्थोर्थः इत्यनेन धकार आदेशः भवति. तदनन्तरं जलां जस् जषि इत्यनेन जस्त्वं भूत्वा जस्तं भवति. उदाहरणार्थम् अत्र उदाहरणमेव व्यद्योगः ता अत्र प्रथमं जस्तोर्धोर्धः इत्यनेन धकारस्थाने धकार आगच्छति. तदनन्तरं जलां जस्ति इत्यनेन धकार प्रथमधकारस्थाने तकार आगच्छति. व्यद्धा भवति चतुर्थधकारस्य स्थाने तृतीयधकारः व्यद्धा इति भवति. व्यद्धा भवति सेद्धा भवति. सेद्धा सम्यक् भवति. क्रोधः बुद्धोधः युद्ध योद्ध शुद्ध श्रोध राध राधा एव राध सद् आं समीचीनं राधा साध बन्ध बन्ध बन्ध साध साध बन्ध बन्ध तत्र नश्चापदान्तस्य जलि सर्वं भवति. बन्ध इति रूपं नकार नकार इद् आं भगिनि अग्रे द्वौ द्वौ दकारान्तौ द्वेतौ धातु सिद्ध्रद् सिद्धातुः इदाधिपक्षे सिद् योगः इत सेदिता भवति. सेदिता सेदिता अनित् अस्ति चेत् सिद्धियोगः सेद्धा भवति. सत्यं तत्र जषस्ततोर्धोर्धः जलां जषि सेद्धा इति भवति. समीचीनम् अस्तु भगिनि धन्यवादः. विजया भगिनि रद्द धातुः महोदय अत्र रद्द धातु भगिनी सिद्ध कृतवती द्वौ दकारान्तौ वेटौ धातु इति रद्द भवत्या करणीयम् इदानीम् अत्र रादेव अस्ति खलु रद् रदि जबो रचि रदि जबो रचि इत्यनेन रद् धातोः जब् धातोः च नुम् आगमः भवति अजादिकृते परे. परन्तु नेटिलिटि रदेः इत्यनेन रद् धातोः नुमागमः न भवति. लिट् भिन्नप्रत्यये परे अतः लुटि रद् धातोः नुम् आगमः नास्ति. इदानीम् इडादिपक्षे भवति रद् योगः इता रदिता अनितागमः अस्ति चेत् अत्र रद्दा इति भवति. अत्र किं भवति अत्र प्रथम रद्दः इति भवति सत्यं जषस्तोर्धोर्धः अनन्तरं जलां जष्टषि अग्रे भगिनि एकाच् नकारान्तदातवः द्वौ धातू अनिटौ मण् हण् इति भवति. एकाच् नकारान्तदातु द्वौ धातु अनिटौ मण् हण् भवति. मन् मन्त इति भवति. इदानीमत्र नचपदन्तस्य जलि अनुस्वारस्य यै परसवर्णः सूत्राभ्याम् अनुस्वारः तदा परसवर्ण आदेशः भवति. मंसा इति भवति तत्र तकारः सप्रतिम् अस्ति अतः तत्र नच्छपदान्तस्य जलि इत्यनेन प्रथमम् अत्र नकारस्य स्थाने अनुस्वारः भवति अनन्तरम् अत्र अनुस्वारस्य ईपरसवनः इत्यनेन अत्र तकारः दृष्ट्वा अन्तिमवर्णः अत्र मंसा इति भवति नच्छपदान्तस्य जलि अनन्तरम् अत्र मकारः मन्योगः स मन्त हन्योगः हन्त इत्येव भवति मन्ता हन्ता हन्ता मन्ता इति अनेन एतत् करपत्रं समाप्तम् अग्रिमभागद्वयम् इति अस्ति तद् कृपया उद्घाटयन्तु तदपि आरम्भं कुर्मः एतदेव तस्य एतस्यैव अनुवर्तनं तत् अस्ति लकारः भागद्वयं द्वितीयभागः अत्र पावर्गान्तदातवः महोदय आमां पठतु पठतु भगिनि पावर्गान्तदातवः एकाच पकारान्तदातवः त्रयोदशदातवः अनिटः येषु दशदातवः सामान्याः त्रयः तु त्रयः ये ऋतु उपदधातवः तेषां विशिष्टकार्यं भवति दश दशसामान्य पकारान्त अनीटदातवः दशसामान्य पकारान्तदातवः अनीटदातवः इति भवति अत्र इदानीमत्र तप् योगः ता करिच इत्यनेन तप्ता इत्येव भवति अत्र वक्त शप्त स्वप्त तिप्त लिप्त गुणः सत्यं क्षिप्त इति अस्ति अत्र अतः तत्र पुगन्तलघुपदस्य च कार्यं करोति क्षेप्त इति भवति तिप्त तिप्त लिप्त लिप्त क्षिप्त श्लोप्त लुप्त लोप्त आप् इति अस्ति आप्त एव अत्र सम्यक् समीचीनं भगिनी धन्यवादः महोदय भवान् पठति वा तृप् दृप् सृप् तृप् दृप् सृप् एते बकारान्तत्रयाः दातवः अनुदात्ताः ऋतुपदाः तृप् दृप् सृप् एते त्रयः दातवः अनुदात्ताः ऋतुपदाः ऋतुपदाश्च इत्यतः विकल्पेन तेषाम् अमागमः भवति अधस्तन अधस्तसूत्रद्वयं दृश्यताम् एकाच उपदेशे अनुदात्तादिति तत्र तत्र एकाच उपदेशे अनुदात्तादिति यः औपदेशिकधातुः एकाच अपि च अनुदात्तापि अस्ति तस्माद् तस्य प्रत्यसिदागमः न भवति तर्हि तृप् दृप् सृप् एते त्रयः एकाच अनुदात्त अस्ति अत्र उपदेश अनुदात्तात् तत्र इडागमः न भवति तर्हि अनुदात्तस्य अनुदात्तस्य च ऋतुपदस्य अनतरस्यां तत्र अनुदात्तस्य चतुपदस्य अनतरस्यामिति सूत्रेण ये यः ऋतुपद अस्ति तस्य अमागमः विकल्पेन भवति जलादौ जलादौ अखिलिप्रत्यये परे इति अस्ति तृप् दृप् स्पृश् सृप् सृप् दृश् स्पृश् कृषु इति सप्तदातवः अनुदात्ताः च ऋतुपदाः ऋतुपदायां यस्य सः ऋतुपदः भवति तस्य ऋतुपदस्य अनुदत्तस्य सप्तन्तं चाव्यपदं ऋतुपदस्य षष्टन्तम् अनतरस्य अमित् सप्तमन्तम् अनेकपदं सूत्रम् आदेश उपदेश इति इत्यस्मात् उपदेश इत्यस्य अनुवृत्तिः श्रुतिदिशो जल् अमुकिति अमकिति इत्यनेन जल् अम् अकिति इत्येतेषः अनुवृत्तिः इत्यस्मात् अनुवृत्तिः एते उपदेशं प्रयाणं पदानाम् अनुवृत्तिसूत्रमस्ति आदेशे अनुदात्तस्य ऋतुपदस्य अम् जलि अकिति अन्नतरस्यामिति तर्हि तत्र स्पृश् सृप् स्पृश् मृष् कृष् इत्यचत्वारः दाति हानिटः अपि च तृप् दृप् एतौ धातु वेटौ इति अस्तु इदानीं तृप् नृप् एतौ द्वौ धातु वेटौ तृप् नृप् इति द्वौ धातु वेटौ तौ एव यौ अनिटौ अनिट् हलन्तधातुपाठे उक्तौ नृप् प्रीणने नृप् हर्षमोहनयोः दिवादि नृप्यति तर्हि कथम् अत्र वेट् धातुषापि पठितौ वस्तुतस्तु एतौ द्वौ धातु मूलतौ अनुदात्तौ अनुदात्तः नाम कः अपि च कथं जानीमः के के दातौ अनुदात्तः अनुदात्तः धातो एका संज्ञा अत्र पाणिना प्रसङ्गवशात् द्वयोः सूत्रयोः अस्याः संज्ञायाः उपदेशः उपयोगः कृतः एकात् उपदेश अनुदात्तात् इति अनुदात्तस्य अनुदात्तस्य चर् द्युपदस्य अनतरस्याम् अन्यतरस्याम् इति तर्हि अनुदात्तः इति संज्ञा उपयुज्यते अष्टाध्यायीं किन्तु अस्मिन् ग्रन्थे के के दातौ अनुदत्ता इति नोक्तं प्रायः पाणिनीय धातुपाठे दत्तं स्यात् परन्तु तादृशग्रन्थः आन्ध्रिकयुगे लुप्तः तर्हि सूत्रद्वयस्य दर्शनेन प्रकटम् अस्ति यत् अस्याः संज्ञायाः महत्त्वम् अस्ति अधुना किं प्रमाणं कस्य दातौ अनुदत्संज्ञा भवति इति स्थितिः अस्ति तत्र अस्तु अग्रे पठामि महाभाष्ये दीयते अत्र दत्तमस्ति तत्र अनुदात्तः इति कथं वा जानीमः इति तत्र अनुदात्त अनुदात्तः इति हा महाभाष्ये दीयते हलन्तधातुषु द्व्युत्तर एकशतधातवः अनुदात्ताः अपि च एवमपि दीयते यत् अजन्तेषु द्वादशः सर्वे उकारान्तः च ऋकारान्तः च श्वेतः तान् विहाय सर्वे अजन्ताः अनिटः तत्र एका च उपदेश अनुदात्तात् इति सामान्यसूत्रमेह धातुः एका च अनुदात्तः च तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति परन्तु त्रिभिः सूत्रैः विकल्पेन इडागमः विधीयते एभिः त्रिभिः सूत्रैः धातुभ्यः इडागमः वा भवति तेषु धातुषु केवलं द्वौ धातुः अनुदात्तौ तृप् तृप् येषाम् इडागमः विकल्पेन भवति तेषु तृप् तृप् इति धातुः विहाय अवशिष्टाः सर्वे सेटः सेट् इति क्षेत्रात् स्वीकृताः अस्तु तत्र अस्तु येषु च त्रिषु सूत्रेषु एवमस्ति रदादिभ्यश्च येन विशिष्टसूत्रेण रद् नश् तृप् दृप् द्रुः मुः उष्णुः उष्णिः एतेभ्यः इत्येतेभ्यः धातुभ्यः बलादेः आर्दात्मकस्य इडागमः विकल्पेन भवति एवञ्च रदादिभ्यश्च इति सूत्रम् एकात् उपदेश अनुदात्तात् इति सामान्यसूत्रस्य अपवादः अस्ति एका च उपदेश अनुदात्तात् इति सामान्यसूत्रेण इडागमनिषेधः भवति स्म तदा रदादिभ्यश्च इत्यनेन विकल्पेन विधीयते त्रीणि अपि वेटः वेटविधायकसूत्राणि इडागमनिषेध अपवादाः वा इडागमविधान अपवादाः वा भवन्ति तर्हि तृप् तृप् स्वीकृत्य इडागमनिषेध अपवादाः अन्यान्नपि वेट् धातून् स्वीकृत्य इडागमविधीन विधान अपवादाः विधान अपवादाः सामान्यसूत्रमस्ति एकाच उपदेश अनुदात्तात् इति इडागम निषेधसूत्रं सामान्यसूत्रं खलु तस्य अपवादः अस्ति रदादिभ्यश्च किं भवति विकल्पेन भवति विकल्पेन तद् निषेधस्य अपवादः इडागमनिषेध अपवादः इति सूत्रद्वयमेव उक्तं खलु त्रिषु सूत्रेषु इति अग्रे आगच्छति वा अथवा रदादिभ्यश्च तत्र वेट् धातूनां वा वेट् खलु विकल्पेन इत्युक्ते एकस्मिन् पक्षे इडागमः भवति सो तृतीयं किं तद् उदितश्च इति अस्ति एकमस्ति स्वरति सूति अनुदात्तस्य च इति वा अनुदात्तस्य च अर्धूपदस्य अन्यतरस्याम् इति वा तद् किं करोति तत् तत्र अमागमः भवति खलु विकल्पेन विकल्पेन आम् परन्तु अत्र तु त्रिषु सूत्रेषु इति उक्तं खलु वेट् तत्र वेट् वेट् विधायकसूत्राणि तत्र स्वरतिसूति अस्ति ऊदितो वा एकमस्ति रथादिभ्यश्च इति सन्ति अन्यदस्ति निरकोशः इति तत्र खलु त्रीणि सूत्राणि त्रीणि तदेव त्रीणि इति उक्तं खलु वारं वारं त्रिषु सूत्रेषु त्रिभिः सूत्रैः इति उक्तं खलु अतः तदेव खलु त्रीणि सूत्राणि एव अस्तु अस्तु विकल्पेन इडागमः विधीयते अनेन अस्तु परन्तु अत्र अन्ततो गत्वा त्रिप् दृप् इति धातुः अनुदात्त अनिट् तत्र बोध्यं यत् एकनिमिष बोध्यं यत् अष्टाध्याय्यां केवलम् इट् शब्दः लभ्यते सेट् अनिट् वेट् इत्येते त्रयः शब्दाः अष्टाध्यायं न लभ्यन्ते तर्हि इट् इति संज्ञा लभ्यते अपि च अनुदात्तः इत्यपि लभ्यते सौकर्यार्थं सेट् अनिट् वेट् इति वदामः परन्तु मूलसंज्ञा अस्ति अनुदात्ता इति अनुदात्ता अस्ति चेत् अत्र अनिट् इति न उक्तं तत्र अनिट् इति न उक्तं केवलम् इट् अस्ति अनिट् इति न उक्तं सेट् अपि न उक्तं वेट् अपि न उक्तं परन्तु अनुदात्तः इति अनुदात्तः इति सूत्रं वदति चेत् तद् किं स्वीकर्तव्यम् अस्तु अस्तु किमर्थम् इत्युक्ते एका च उपदेशे अनुदात्तात् अनन्तरं तद् द्वितीयसूत्रं प्रमाण स्वरतिसूति अपि च अनुदादिभ्यश्च निरकुशः इति सूत्रेण तत्र वेट् इति अस्तु अतः अनुदातः इत्युक्ते अनिट् आं महोदय अग्रे अपि अतः अन्यसेटः अन्यसेटः अतः अष्टाध्याय्याश्च महाभाष्यस्य च पठनेन धातुस्वभावप्रसङ्गे किं जानीमः महाभाष्यात् जानीमः के धातवः अनुदात्ताः अतः स्वभावतः मूलतः धातुः अनुदात्त अस्ति न वा इति जानीमः न तु सेट् अनिट् वेट् इति धातुः अनुदात्त चेत् एका च उपदेशे अनुदात्तात् इति सूत्रेण सामान्यतः तस्मात् धातुतः इडागमः न भवति नाम स च धातुः अनिट् इति वदामः अपि च अनुदात्तः नास्ति चेत् उदात्तः नाम धातुतः इडागमः विधीयते धातुः सेट् एवं च महाभाष्यस्य द्वारा के धातवः अनुदात्ताः के च उदात्ताः च इति ज्ञायते तदा अष्टाध्यायं त्रिभिः सूत्रैः केभ्यः धातुभ्यः इडागमविकल्पेन विधीयते नाम के धातवः वेटः इति ज्ञायते इति अस्ति वयं जानीमः आहत्य तृप् दृप् इति द्वौ धातुः मूलतः अनुदात्तौ परन्तु किमर्थम् अनुदात्तौ इति चेत् येन इडागमनिषेधः स्यात् इति तु नास्ति यतोहि रदादिभ्यश्च इति इत्यनेन साक्षात् उच्यते यत् अनयोः धातोः इडागमः विकल्पेन विधीयते तर्हि तृप् दृप् इत्यनयोः द्वयोः अनुदात्तं किमर्थम् उक्तं येन अमागमः भवति येन अमागमः भवेत् अनयोः द्वयोः धातोः अनिट्वेन सह कोऽपि सम्बन्धः नास्ति अनयोः अनुदात्तं तर्हि किमर्थम् उक्तम् अमागमार्थम् येन अनुदात्तस्य चर्दुपदस्य च उपदस्य अनतरसम् इत्यनेन अमागमः विकल्पेन विधीयते इति उक्तम् अस्तु तत्र मूले अनुदात्तौ अस्ति अत्र अनुदात्त इति किमर्थम् उक्तम् अमागमस्य कृते उक्तम् इति अमागमः एव तत्र विषयः तस्य कृते एव उक्तम् अथवा रदादिभ्यश्च इत्यनेन एव वयं ज्ञातुं शक्नुमः इडागमः विकल्पेन विधीयते इति अमागमार्थं तत्र अनुदात्तत्वम् उक्तम् तदेव विषयः वा अग्रे अपि अस्तु महोदय तत् परिच्छेदः अपि समापयतु अनन्तरं येयं यत् यद्यपि एतौ द्वौ धातु वेटौ नाम इडा इडागमः भवति विकल्पेन तथापि अम् आगमपक्षे इडागमसहितरूपं न भवति यतोहि जलादौ प्रत्यये परे एव अमागमः विधीयते अनुदात्तस्य च ऋतुपदस्य अनतरस्याम् इत्यनेन उपदेश अनुदात्तः यः ऋतुपदः तस्य अमागमः विकल्पेन भवति जलादौ अखितिप्रत्यये परे तर्हि रदादिभ्यश्चित्तरेण एताभ्यां द्वाभ्यां धातुभ्याम् इडागमः विकल्पेन विधीयते किन्तु इडागमः न भवति चेदेव अमागमः विधीयते इति अस्ति तत् रदादिभ्यश्च इति सूत्रं वयं जानीमः तत्र रद् नश् तृप् दृप् द्रुः मुः उष्णुः उष्णिः इत्येतेपि धातुभ्यः बलादेः आर्दातकस्य इड् विकल्प वा स्यात् इति अनिडादि तास् प्रत्ययः जलादिः अकित् अतः तस्य अमागमः भवति तदा इको एणचि इत्यनेन सूत्रेण यत्र अणिट् भवति तदा तत्र अनुदात्तस्य च ऋदुपदस्य अनतरसम् इत्युक्ते अमागमः भवति इत्यनेन इति समीचीनं अतः रदादिभ्यश्च इत्यस्य अमागमार्थं तत्र अनुदात्तत्वम् उक्तं तदेव विषयः खलु तत्र रूपत्रयं भवति एकमस्ति इडागमपक्षे एकः अनिट् पक्षे अमागमः विकल्पेन अतः त्रीणि रूपाणि गुणः एकः गुणः भवति एक यणसन्धि भवति अनन्तरं खलु किमर्थमत्र न प्रदर्शितम् ओ अग्रे प्रदर्शितम् अस्ति अस्तु आं महोदय रूपत्रयमस्ति सत्यं तर्पिता इति तथैव द्रप्ता दर्पिता दर्प्ता इति भवति समीचीनं तदेव अस्ति अस्मिन् करपत्रे किञ्चित् तद् अधिकमस्ति पश्यामः वयम् अस्तु प्रायः अग्रिमसप्ताहे अनुवर्तयिष्यामः अस्तु धन्यवादः शुभरात्रिः धन्यवादः